पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 99 नारद उवाच स मां सम्पूज्य विधिवद्दानवेन्द्रोदिभक्तितः सम्प्रभस्य तदा वाक्यं जगाद नृपसत्तम जलन्धर उवाच कुतस्त्वागम्यदे ब्रह्मन् किं च दृष्टं त्वया क्वचिद यथार्थमिह छायातस्तदा ज्ञापय मां मुने नारद उवाच गधकैलासशिखरं दैत्येन्द्राहं यदृच्छया तत्रो मया सहासीनं दृष्टवानस्मि शङ्करम् योजनायुधविस्तीर्णे कल्पद्रुममहावने कामधेनुशदाकीर्णे चिन्तामणि सुदीपिते तं दृष्ट्वा महदाश्चर्यं विदर्को मे भवत्तदा क्वाबीदृशी भवेद्वृद्धिस्त्रिलोक्यां वानवेति च तावस्तवापि दैत्येन्द्र समृद्धिः सम्भृदा मया तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः त्वत्समृद्धिमिमां पश्यन् स्त्रीरत्नरहितां ध्रुवं तर्कयामि शिवादन्यत्रिलोक्यां न समृद्धिमान् अप्सरो नागकन्याश्च यद्यपि त्वद्वशे स्थिताः तथापि तानपार्वत्या रूपेण सदृशा ध्रुवं यस्या लावण्यजलधौ निमग्नश्चतुराननः स्वधैर्यमामुचत्पूर्वं तया कान्योपमीयते वीदरागोपिः यथा मदनारिस्वलीलया विश्वतन्त्रोऽपि तपसा सचात्मवशगकृतः सौन्दर्यगहने ब्राह्मन् शबरीरूपया पुरा यस्या पुनः पुनः पश्यन्रूपं दादाविसर्जने ससर्जाप्सरसस्तास्तत्समयिकापि नाभवद अध स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य सा वरा तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च एवमुक्त्वा तमामन्त्र्य गदे मयि स दैत्यराड तद्रूपश्रवणादासीदनङ्गज्वरपीडितः अध सम्प्रेषयामास दूतं च सिंहिकासुतं त्र्यम्बकाय तदा किञ्चिद्विष्णुमायाविमोहितः कैलासमगमद्राहुः सर्वशुक्लेन्दुवर्चसं कार्ष्ण्येन कृष्णपक्षेन्दुवर्चसं स्वाङ्गजेन तु निवेदितस्तदा देशान्नन्दिना च प्रवेशितः त्र्यम्बकाभ्रूलता संज्ञाप्रेरितो वाक्यमब्रवीद राहुरुवाच देवपन्नकसेव्यस्य त्रैलोक्याधिपदे प्रभोः सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज श्मशानवासिनो नित्यं मुण्डमालाधरस्य च दिगम्बरस्य ते भार्या कथं हैमवदी शुभा अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञका तस्मान् ममैव सा योग्या नैव भिक्षाशिनस्तव नारद उवाच वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः अभवत्पुरुषो रौद्रस्तीव्राशनि समस्वनः सिंहास्य प्रचलज्जिह्वः सज्ज्वलन्नयनो महान् ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः सदं खादितुमारेभे दृष्ट्वा राहुर्भयातुरः अधा वदति वेगेन बहिः स च दधारतम् स च राहुर्महाबाहुर्मेकगम्भीरया गिरा उवाच देवदेवेश्यं पाहि मां शरणागतं ब्राह्मणं मां महादेव खादितुं समुपागतः यदस्माद्रक्ष देवेश शरणागतवत्सल महादेवो वच श्रुत्वा ब्राह्मणस्य तदा ब्रवीद नैवासौ वध्यतामेदि दूतोऽयं परवान्यतः मुञ्जेदि पुरुष श्रुत्वा राहुं तत्याज सोम्बरे राहुं त्यक्त्वा स पुरुषो महादेवं व्यजिज्ञपद पुरुष उवाच क्षुधा मां बाधते स्वामिन् क्षुक्षामश्चास्मि सर्वथा किं भक्ष्यं मम देवेश तदा ज्ञापय मां प्रभो ईश्वर उवाच सम्भक्षयात्मनशीघ्रं मांसं त्वं हस्तपादयोः नारद उवाच सशिवेनैव माज्ञप्तश्चखाद पुरुषस्वयं हस्तपादोद्भवं मांसं शिरशेषो यदा भवद दृष्ट्वा शिरोवशेषं तु सुप्रसन्नः सदाशिवः पुरुषं भीमकर्माणं तमुवाच सविस्मयः ईश्वर उवाच त्वं कीर्तिमुखसंज्ञो हि भव मद्वारगः सदा त्वदर्चां नैव कुर्वन्ति नैव ते मत्प्रियङ्कराः नारद उवाच तदा प्रभृति देवस्य द्वारे कीर्तिमुखस्थितः नार्चयन्तीह ये पूर्वं तेषामर्चा वृद्धा भवेद् राहुर्विमुक्तो यस्तेन सोपदद्बर्बरस्थले अधः स बर्बरोद्भूत इति भूमौ पृथाङ्गदः ततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः समेत्य सर्वं कथयां बभूव जलन्धरायेष विचेष्टितं तद इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिका महात्म्ये श्रीकृष्णसत्यभामा संवादे दूतसंवादो जालन्धरोपाख्यानं नाम नवनवतितमोऽध्यायः ॐ